नमस्कारः। अद्य यङ्ग्लुगन्तदातवः इति करपत्रस्य वयं पुनस्मरणत्वेन पुनः वयं पठामः करपत्रं। तर्हि आरम्भतः एकवारं पश्यामः। तर्हि अत्र अरुणा भगिनी वदति वा? भगिनी अत्र अत्र यत्र यङ्लुगन्तस्य विषये, यङ्लुगन्त यङ् प्रत्ययः किमर्थं विधीयते, कस्य यङ् प्रत्ययः पौनपुन्य अर्थ विषये प्रयुज्यते। एकाच् हलादि हल् प्रत्यय धातुः अस्ति चेदेव यङ् प्रत्यय विधीयते। धन्यवादः भगिनि। अत्र क्रियासमविहारः इति वर्तते, क्रियासमविहारार्थे यङ् प्रत्ययः विधीयते। कुतः इत्युक्ते एकाचः हलादेः धातोः यङ् प्रत्ययः क्रियासमाहारे किम् अर्थं भगिनि? अर्थं किं क्रियं प्रथमवाक्ये धातोः रेखाचो क्रियासमादेः क्रियासमविहारे यङ् इति सूत्रस्य सूत्र यत्र दत्तमस्ति सूत्रं, तस्मात् पूर्वं यत् वाक्यमस्ति तत् पठति तत्र महोदयेन अस्ति तत्र लिखितमस्ति पौनःपुन्यं वृषार्थस्य क्रियासमविहारः इति इत्युक्ते पुनः पुनः इति पौनःपुन्यम् अस्ति। वृषार्थः इत्युक्ते अधिकम् इति अर्थे, अधिकम् अधिकम् इति अर्थे, यदि उभयथापि अर्थं भवितुम् अर्हति इति पुनः पुनः नो चेत् अधिकम् इति अर्थे, अधिकमधिकम् इति अर्थे इत्युक्ते क्रियासमविहारः इति। तर्हि क्रियासमविहारार्थे धातोः एकाच धातोः तु हलादि एकाच धातूनां यङ् प्रत्ययः विधीयते अनेन सूत्रेण। धन्यवादः सरला भगिनी। अत्र अत्र अपवादाः सन्ति यत्र धातुः अनेकाच सन्तपि विधीयन्ते इति, तस्य वार्तिकमस्ति खलु? वार्तिकस्य वार्तिकमस्ति सूची सूत्री मूत्रे शृणोति नाम यं वक्तव्यम् इति वार्तिकं वदति। यदि केचन अनेकाच धातव सन्ति यथा सूची सूत्री मूत्री इत्येभ्य, अपि च जादि ये धातव अस्ति अट् ऋ अश् ऋणु तेभ्य यङ् प्रत्यविधीयते इति समान अर्थके अथा वारं वारं वा अतिशयार्थे इति यङ् प्रत्ययविधानं भवितुं शक्नोति। धन्यवादः भगिनि। हिमा भगिनी स्मारयति वा? अत्र क्रियासमविहार्थे यङ् इति वयं एकं सूत्रमस्ति, तदर्थम् एकं सूत्रमस्ति, अनन्तरं वार्तिकमपि अधुना भगिनी उक्तवती सूत्री सूची सूत्री मूत्रे अर्ति शूणूर्तीनां यङ् इति वक्तव्यं, यङ् वक्तव्यम् इति सूत्रम् इति वार्तिकं। तदनन्तरं भिन्न अर्थे अपि यङ्प्रतिः विधीयते इति अग्रे सूत्रम् अस्ति खलु, तस्मिन् विषये तत्र यदा नित्यं कौटिल्ये गतौ इत्यर्थे यदा गमनार्थे यदि भवति तत्र कौटिल्ये इति कथनेन सामान्यतया विपरीत अर्थः इति जायते, तर्हि तादृशगमनार्थधातवः तत्र नित्यं भवति यङ् इति कृत्वा यत्र यत्र भूय भूय वा पुनः पुनः अपि च वृषार्थे भवति तादृश नास्ति तत् विहाय यत्र कौटिल्ये अर्थः भवति तत्र यङ् विधीयते इति। तर्हि गत्यर्थकानां दाता गत्यर्थकधातुभ्यः यङ् प्रत्ययः यदा विधीयते तस्य तु तस्य अर्थभेदः जायते, तत्र तु पुनः क्रियासमभिहार्थे कदापि न भवति। गत्यर्थका धातूनां यदा वयं यङ् प्रत्ययं पश्यामः चेत् यङन्तरूपं पश्यामः चेत् तत्र तु अर्थः भवति कौटिल्यार्थे इति अर्थः भवति, कदापि क्रियासमभिहारार्थे न भवति, कुटिलगमनार्थे एव यङ् प्रत्ययः। तर्हि यदि वयं पुनः पुनः गच्छति इति वक्तुम् इच्छामः तर्हि तत्र कीदृशं वक्तव्यं योजयामः तत्र तु यङ् प्रत्ययः न भवति न योजयामः इति न योजयामः रूपं नास्ति तत्र समीचीनम् अग्रे पुनः अरुणा भगिनी वदति वा भगिनि अग्रे अग्रे इतोपि सन्ति न तस्मिन् विषये भगिनी उक्तवती सत्यप्तरजप अदेव भगिनि लुपसदचरजप जप दह दशगृभ्यो भावगर्हयां भावगर्हायाम् अत्र दत्तं लुप् धातु सद् छर् झप् झब् दह् दश् घ्रु इति धातुभ्यः क्रियायाः भावगार्हार्थे गार्हार्थे एव यङ् प्रत्यय एव भवति भावार्थे तर्हि आहत्य पश्यामः चेत् त्रिषु स्थलेषु व्यङ् प्रत्ययः विधीयते एकत्र तु क्रियासमभिहारार्थे अनन्तरं कुटिलगमनार्थे तदनन्तरं भावगृहायाम् इति त्रिषु स्थलेषु सामान्यनियमः अस्ति हलादि एकाच धातुभ्यः क्रियासमभिहारार्थे यङ् प्रत्ययः विधीयते तदनन्तरं केचन धातवः त्रीणि त्रयः धातवः सन्ति सूची सूत्री मूर्ति इति अनेकाच धातवः सन्ति अनन्तरम् अट्र अशूर्णु इति चतुरः चतुर्भ्यः चतुर्भ्यः धातुभ्यः यङ् प्रत्ययः तु पुनः क्रियासमविहारात् एव विद्यते अनन्तरं गत्यर्थकानां तु यङ् प्रत्ययः कुटिलगमनार्थे विधीयते अनन्तरं लुप् सद् चर् जप् जब् जह् दश् गृ इति एतेभ्य धातुभ्यः तु भावगर्हार्थे असमीचीनतया करोति इत्यर्थे भावगर्ह इत्युक्ते असमीचीनतया करोति इति वक्तुं निन्दा इत्युक्ते क्रिया गर्ह इत्युक्ते निन्दा तर्हि यदा क्रियायाः निन्दा अर्थे योजयामः तर्हि एव एतेषां धातूनां यङ् असमीचीनतया इति तत्र क्रिया इति विस्मरामः भाव इति शब्देन कदाचित् मनसि भगिनि एकः प्रश्नः भगिनि अत्र अन्य अग्रे परिच्छेदे छर् योगयां चञ्चूर्य कथं मौनस्वर अनुस्वर अस्ति भगिनि चञ्चूर्य प्रथमं तु चर् इति अस्ति जाति चकार चर् इति तस्य चिन्तयामि आगच्छति यत् चप् चपत् नुक् आगमः अस्ति तत् ओ नुक् आगमः आगतः आगम तत्र अनुस्वरस्य उपलक्षणं भवति तत्र धन्यवादः भवति खलु किमर्थम् ऊकारः अस्ति द्वितीयस्य केवलं वयम् एकं दृष्टवन्तः यत् अनुनासिक अदन्त अस्ति अभ्यास च इति सूत्रेण तत्र एकं एव अभ्यस्तस्य कार्यं दृष्टवन्तः आगच्छति तत्र इति आगच्छति साधु उत्परस्य अतः इति सूत्रेण उतागमः भवति उतागमः किन्तु कथम् अभवत् तदनन्तरम् अन्यं विषयः अस्ति अन्यकार्यं चिन्तयामि भवेत् किन्तु तर्हि आहत्य पश्यामः पुनः एकवारम् अस्माभिः विस्तृतं तर्हि आहत्य तर्हि त्रिषु स्थलेषु त्रिषु अर्थेषु आगच्छति इति क्रियासमपि कार्ये कुटिलगमनार्थे भावग्रहायाम् इति वयं दृष्टवन्तः. अग्रे किम् अस्ति इति यङन्तधातुसंज्ञा इति दत्तमस्ति. अत्र यद्यपि अत्र उक्तमस्ति यद्यपि चर्धातुः गमनार्थकः गत्यर्थकः अस्ति तथापि अनेन सूत्रे यत् प्रतिपदोक्तत्वम् अस्ति उल्लिखितम् अस्ति इति कृत्वा अस्य बलेन भावगर्हार्थे एव प्रत्ययः भवति, न तु कुटिलगमनार्थे इति. अनन्तरं तर्हि अस्तु, यङ् प्रत्ययस्य विधानं वयं दृष्टवन्तः. धातुसंज्ञा तु सनाद्यता दातवः इति न भवति. अनन्तरं यङ् लुक् विधानम् इत्यस्मिन् विषये सरला भगिनी अस्तु. यङो अचि च इति सूत्रेण यङ् लुक् भवति, बहुलमर्थम् इति ते विकल्पेन भवितुं शक्नोति. यङ् अच् यङोचि च इति वयं यदि अच् प्रत्याहार परे अच् परे अस्ति तत् तस्य निमित्तं भवति. तत् सन् यङो इति तस्य यदि अच् निमित्तं भवति तत्र पूर्वं यङोचि इति तस्य कार्यं भवति, तदनन्तरं संयङो तस्य कार्यं भवति. यदि नैमित्तिकम् अस्ति तत्र अन्तरङ्गात् बहिरङ्गात् इति बलाबलचिन्तं यदि आगच्छति तु तत्र संयङो इति अन्तरङ्गात् भूत्वा तस्य कार्यं पूर्वं भवति. यङोचि तस्य कार्यं अन्नमैतिकं यदि अस्ति तद् यङोचि कार्यं तदनन्तरं भवति. पर सामान्यतया वयं वयं पश्यामः तत् यङोचि कार्यं पूर्वं भवति, संयङो तस्य कार्यं तदनन्तरम् आगच्छति. तर्हि आहत्य पश्यामः चेत् अत्र केन सूत्रेण यङोचि चेत् सूत्रेण यङः लुग् भवति बहुलमिति ग्रहणेन विकल्पेन लोपः भवति. इत्युक्ते यङ् रूपमपि भवति यङ् यङ् लुक् रूपमपि धातूनां यङ् लुपं भवति, अनन्तरं यङ् लुक् रूपमपि भवति इति द्वयं भवति इति बोधयितुं बहुलग्रहणम् अस्ति अत्र. अनन्तरम् अचि इति किमर्थम् उक्तमस्ति, सर्वे सर्वस्मिन् प्रत्यये परे अपि बहुलं भवति लुक् भवति यङः लुक् भवति, तथापि अचि इति किमर्थम् उक्तम् इत्यस्य विषयः तु अग्रे आयाति, अग्रे अस्माभिः पठितम्. अच् प्रत्यये परे नैमित्तिकं भवतु, अन्येषु प्रत्ययेषु परेषु अनैमित्तिकं भवतु इति कृत्वा अचि इति पाणिनिना उक्तम्. इत्युक्ते यत्र अच् विहाय अन्ये प्रत्ययाः आगच्छन्ति तदा तु प्रथममेव यङः लुक् भवति. किमर्थम् अनैमित्तिकम् अस्ति इति कृत्वा अत्र बलवद् भवति इति कृत्वा प्रथममेव अत्र यङः लुक् भवति. किन्तु यत्र अच् प्रत्ययः आयाति तत्र तु यङोचिच इत्यनेन अचि इति उक्तमस्ति, नैमित्तिकम् अस्ति इति कृत्वा यङोचि च बलवत् न भवति, अनन्तरमेव आयाति इति. संयङोः इति अनन्तरं सर्वे अभ्यासकार्यं सर्वं भूत्वा तदनन्तरमेव यङोचि च इत्यस्य कार्यं भवति, अत्र यङः लोपः अपि भवति अनन्तरम् इति. तर्हि कदा यङः लोपः भवति इति एव तत्र भेदः अस्ति. अचि प्रत्यये परे तु अन्ते एव लोपः भवति प्रक्रिया समाप्य, अन्येषु प्रत्ययेषु परेषु तु अत्र यङः लु आदौ एव भवति, आदौ भूत्वा तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कार्याणि प्रत्ययलोपे प्रत्ययलक्षणं क्षम्यतां संयङोः लोपः कार्यं प्रत्ययलोपे प्रत्ययलक्षणम् इति अङ्गकार्याणि न भवन्ति. किमर्थम् इत्युक्ते लुक् जायते नलुमताङ्गस्य इत्यनेन अङ्गकार्याणि तु न भवन्ति, किन्तु संयङोः इत्यनेन द्वित्वकार्यं तु भवति एव आदौ. भगिनि अचि प्रत्ययः कदा आगच्छति? अन्यप्रत्ययः यथा अन्य इति कृत्वा ते प्रत्ययः साधु तदेव भगिनि, अत्र लोलुव इति वयं रूपं साधितवन्तः खलु. अच् प्रत्ययः साक्षात् किम् अस्ति, अच् तु कृदन्तम् अस्ति इति मन्ये खलु अच् प्रत्ययः. भगिनि पुनरेकवारम् एतद् वदतु भगिनि, तत् सम्यक् मनसि नास्ति, कदा अन्तरङ्गम् अपि च बहिरङ्गं कदा नैमित्तिकम् अस्ति तत्तु किं भवति, निमित्तम् अस्ति चेत् बहिरङ्गं वा अन्तरङ्गं वा? अस्ति चेत् नास्ति चेत् अन्तरङ्गं भवति, बलवत् भवति. नास्ति चेत् अन्तरङ्गम् अतः बलवत्. यदि अचिचेति निमित्तमस्ति खलु, सप्तमी सप्तम्या निर्दिष्टम् अस्ति, तर्हि यदि अच् प्रत्यपरे नैमित्तिकं भवति वा अनैमित्तिकं भवति वा? तर्हि यदि अनैमित्तिकं भवति तर्हि यङ्गोचि पूर्वं कार्यं करोति, सन्यङ्गोः अनन्तरं करोति. परन्तु यदि निमित्तं भवति अचि प्रत्यपरे नैमित्तिकम् अस्ति चेत् तर्हि बहिरङ्गात् अनन्तरं भवति इति वा? आं भगिनि, तथा. किमर्थम् इत्युक्ते तदा एव अस्माभिः इष्टं रूपं प्राप्नुमः. भगिनि, यथा अच् प्रत्ययः तु यथा अस्माभिः दृष्टम् अनियर् इति सर्वं दृष्टं, तथा एव अच् प्रत्ययः अपि. भगिनि एकनिमिषं पश्यामि कुत्र प्रत्ययद्वयं वर्तते. भगिनि अत्र कीदृशप्रत्ययः इत्यपि दृष्टव्यम्. अच् प्रत्ययद्वयं वर्तते वा? एतादृशं मया दृष्टं. न जाने भगिनि, कथं न ज्ञायते. नास्ति इति मन्ये. कुत्रचित् अत्र सूत्रे अङ्गेङ्गोचि चेत् सूत्रे दत्तमस्ति वा कीदृश अस्ति किम्? तत्रापि उक्तमासीत् इति मन्ये अङ्गोचि चेत्. दृष्टवन्तः वा किमपि कृत् प्रत्ययेषु अच् इति दृश्यते? अन्यत्र कुत्र आयाति भगिनि अच् इति प्रत्ययः? कृदन्तेषु एव मया दृष्टम् इति पूर्वम्. एवमेव इति अन्यत्र तु न जाने मया दोषेण. उदाहरणं जानाति वा यत्र अच् प्रत्ययः भवति इत्युक्ते? महोदय केवलम् अच्युति लिखितवान् साधु. हा, तत्र तु अच्युति लिखितवान्, परन्तु कुत्र भवति इति इदानीं स्मरणेन. उदाहरणार्थं शब्दरूपम् एकं पश्यामः चेत् सरलं. सूत्र इत्यस्मिन् अच् सूत्रम् इति आगच्छति खलु, अश्वमेघः सूत्रम् इति. क्षमा इत्यस्य अपि अश्यं युगः अच् प्रत्ययः. वंशः तत्र सर्वत्र अच् प्रत्ययः इति पश्यामि. एवं वा? अच् प्रत्ययस्य अर्थं किं भवति? यथा वयं जानीमः घञ् इति भावार्थे भवति. केचनेभ्यः धातुभ्यः यङ् अच् प्रत्ययः इति मन्ये. अर्षादिभ्यः अच् इति सूत्रं 5-1-27 इति पश्यामि. अत्र पश्यामि अर्षाधिभ्योश्च इति सूत्रमस्ति. तद्धितप्रत्ययः इति मन्ये भगिनि. मतुप् इत्यस्य स्थाने आयाति. अस्मिन् अस्ति, अस्ति अस्मिन् अस्ति इत्यर्थे सर्वेभ्यः प्रातिपदिकेभ्यः मतुप् प्रत्ययः भवति. किन्तु अर्षादिगणस्य विषये तु अर्षादिगणः इति मन्ये. सूत्रस्य सूत्रसङ्ख्या पुनः वदतु भगिनि. 5. किन्तु एतत्तु एषः तु धातुभ्यः न विधीयते खलु अच् प्रत्ययः? कृदन्तम् इत्युक्ते धातुभ्यः एव किन्तु अत्र मतु प्रत्ययस्य विषये तु धातुभ्यः नास्ति, प्रातिपदिकेभ्यः. तत्र अच्युति दृश्यते वा? मतु प्रत्ययस्य अपि अच्युति पश्यामि. तदेव अन्यत्र कुत्रापि मया दृष्टं, परन्तु सूत्रसङ्ख्या का भगिनि? 5 to 127 भगिनि. न जाने अग्रे सरामः भावे अच्युति एव पश्यामि, क्षम्यतां, भावार्थे एव अच्युति पश्यामि भगिनि. तर्हि क्रियार्थे इत्युक्ते कृदन्तेषु आगच्छति इति वा? भावार्थे अच्युति पश्यामि. आम्, कृदन्तं प्राप्नुमः. भावार्थे बहवः प्रत्ययाः सन्ति वा? आं मन्ये भगिनि. किं भगिनि? भावार्थे बहवः प्रत्ययाः आगच्छन्ति साधु. त्वं ता तल् हा, ते तु तदितान्ताः भवन्ति. अहं भ्रमः अस्ति, तदितान् कृदन्त तयो मध्ये भेदः किम् अस्ति? कृतन्ते अस्ति चेत् यदि कृत् प्रत्ययेषु उल्लिखितः चेत् कृदन्तः भवति, नो चेत् तद्धितम् इति स्वीकर्तुं शक्नुमः. तत्र कृत् प्रत्ययः प्रायः 125 ओर् अधिकतः कृत् प्रत्ययाः वर्तन्ते, अपि च तद्धितप्रत्ययः तु 280 to 290 तादृश. तर्हि अस्माकं प्रातिपदिकेभ्यः तद्धितप्रत्ययाः सन्ति वा धातोः विधीयते? धातुभ्यः एव विधीयते, सत्यम्. अस्तु, धन्यवादः. तद्धितप्रत्यययोजनेन नूतनधातु आप्नुमः साधु? तद्धितप्रत्ययस्य योजनेन वा? न, नामपदं अत्र तु अत्र लोलुव इत्यस्य अच् किं भवति? आक्ट् आफ् कटिङ्ग् मच्छति अर्थः अस्ति खलु, भावार्थे एव अस्ति अत्र. आमाम्, अत्र लोलुव इति अस्माभिः दृष्टं, नुनाति इति तु आक्ट् आफ् कटिङ्ग् अस्ति, लोलुव इत्युक्ते act of cutting much or often is there, correct? तर्हि तत्र पुनः पुनः कर्तयति इति? कर्तयति इति नास्ति, कर्तनं यत्र पुनः पुनः कर्तनं भवति तत्र तु लोलुभः इति. अनन्तरं केचनेभ्यः धातुभ्यः यङः लुक् न भवति इति अस्माभिः अत्र अग्रे हेमभगिनी वदति भगिनि, केभ्यः धातुभ्यः यङः लुक् भवति इति न भवति? दृष्ट्वा वदामि. अत्र ज्वर त्वर स्त्रिव अव मव अत्र उपधायां वकारः अस्ति, तर्हि तत्र चोः शूडनुनासिके इति कारणेन तत्र ऊटादेशः भवितुम् अर्हति. अत्र किमस्ति तर्हि, तत्र यत्र ये ऊट् ऊट् भाविनः दातवः सन्ति इति अस्ति खलु, ऊट् भावि दातुः इत्युक्ते यत्र चोः चूड् अनुनासिके च इत्यनेन ऊट् आगमः एते येषां धातूनां भवति ते तु ऊट् भाविनः इति वदामः खलु. तर्हि तादृशवकारान्तदातवः ये ऊट् ऊट् भाविनः सन्ति तेषां का स्थितिः? तथा तेषां तु तेषां तु यङ् लुक् न भवति इति इत्युक्ते यङन्तरूपान् रूपाणि एव भवन्ति, तेषां तु यङ् लुक् रूपं न भवति. परन्तु तत्र धातुद्वयम् उल्लिखितं स्रिव् मव्, ये यद्यपि ऊट् भाविनः सन्ति तेषां यङ् लुक् भवति इति. तेषां तु ऊट् भावि कथं भवन्ति इत्युक्ते भिन्नसूत्रेण भवन्ति ऊट् भाविनः. स्वोः शुड् अनुनासिके च इत्यनेन ऊट् भाविनः ते न भवन्ति स्रिव् मौ, किन्तु स्मरति त्वरति स्रिव्यमि मवाम् उपधायाश्च इति सूत्रेण तेषाम् ऊट् आगमः भवति इति कृत्वा ते ऊट् भाविनः, चोः षुड् अनुनासिके च इति सूत्रेण ऊट् भाविनः न सन्ति इति कृत्वा तेषां तु यङ्ग्लु रूपं भवति इति अस्ति खलु. तर्हि केवलं धातुद्वयोः यङ्ग्लुक् भवति स्त्रिव् मौ, यतोहि ते ऊट् भाविनः भिन्नसूत्रेण भवति इति. हा, सर्वं विस्मृतं भगिनि. अनन्तरमपि इतोपि अस्ति खलु तस्मिन् विषये, सरला भगिनी स्मारयति वा? रालोपयस्य संयोग अस्ति रेफपूर् वकारपूर्यं रेफस्य संयोगः अस्ति, तत्र रालोपनेन रेफ गच्छति साधु. तत् तत्र वकारस्य लोपः भवति, रेफात् परस्य चकारस्य लोपो भवति. अधुना तु वकारान्तनं दातुनं विषये येषां ये वकारान्तदातवः उपधायां रेपः वर्तते तेषां तु रालोपः इति सूत्रेण वकारस्य लोपः भवति इति कृत्वा ते तु उद्भाविनः कदापि न भवन्ति. तयोः यङ् लुक् भवति, यङ् रूपं यङ् लुक् रूपम् इति. सो यत्र चोषु नास् अनुनासिके उत्साहः भवति तत्र न भवति, यत् स्रिव मैव इति ज्वरस्वर स्रिव उपधायां च अनेन उल्लिखिता अस्ति, तत्र यङ् लुक् भवति. अपि ये संयोग वकारान्तधातव येषां पूर्वे रेफ अस्ति तेषामपि यङ् लुक् भवति. तर्हि केवलम् ऊट् चोः शूड् अनुनासिके अनेन यत्र भवति तत्रैव यङ् लुक् न भवति इति न भवति स्मर्तव्यं, स्मरामश्चेत् तत्र अन्यत्र सर्वत्र भवति इति. इदानीं चोः शूड् अनुनासिके तम् उपयुज्य कुत्र धातु कः धातुः इति स्मरति वा? चोः शूड् अनुनासिके वा अहं न स्मरामि. सर्वे उकारान्तदातवः यत्र इति अस्ति खलु, तर्हि वयम् अत्र शब्द धातुकोषे पश्यामः चेत् पश्यामः अन्त्यवर्णः इति वकारान्तः इति पश्यामः तत्र अष्टाध्यायी डाट् काम् मध्ये अन्तिमवर्णम् अनुसृत्य अस्माभिः कर्तुं शक्यन्ते वकारान्तः इति अस्ति. आम् वकारान्तः, तर्हि क्षीव् इति धातुः ते ऊट् भाविनः सन्ति वा? तेषां यङ् लुक् भवति वा इति प्रश्नः. क्षीव् इदानीं स्मरामि चोः शूड् अनुनासिके तत्र प्रसृतिः अस्ति खलु, तर्हि अत्र वकारान्तदातूनां स्थितिः तु किं भवति? तिस्रः सन्ति खलु, प्रथममस्ति सामान्यतया वकारान्तं धातूनां शोः षूडनुनासिके च इत्यनेन ऊटागमः भवति सामान्यतः इति कृत्वा अनुनासिकादिप्रत्यये परे जलादिप्रत्यये परे इति कृत्वा ऊड्भाविनः सन्ति. तस्य तु किम् अस्ति स्रिव् मव् इति विशिष्टदातवः सन्ति भिन्नसूत्रेण ऊड्भाविनः सन्ति इति कृत्वा तेषां यङ् रूपं भवति यङ्लुग् रूपं भवति. अनन्तरं राल्लोपः यत्र उपधायां रेपः अस्ति चेत् तेषां तु राल्लोपः इति कार्यं करोति इति कृत्वा ते अपि उद्भविनः न सन्ति. तर्हि आहत्य पश्यामः चेत् क्षीव् इति धातुः शिवपि शिवमौ कडे शिवमौ नास्ति खलु, शिवपि नास्ति मौपि नास्ति, अनन्तरम् उपधायां रेपः नास्ति इति कृत्वा तस्य तु यङ्लुग् रूपं भवति. अनन्तरं तेव् इति धातुः, देव् इति धातुः, अनेके धातवः सन्ति भगिनि यदि वयं वकारान्तदातवः इति स्वीकृत्य पश्यामः चेत्. प्रश्नः अस्ति वा अस्मिन् विषये? तर्हि बहुत्र भवति कुत्रचित् न भवति इति वा? क्षम्यतां, बहुत्र न भवति. अक्षीव् इत्यस्य तु यङ्लुक् रूपं न भवति क्षीव् इत्यस्य. तत्र ऊट्भाविनः इति कृत्वा वा? इति कृत्वा आम्. किन्तु अत्रैव पश्यामः चेत् केचन सन्ति यत्र ऊर्व् इति धातुः दूर्व् तूर्व् मूर्व् पूर्व् इति रेपः उपधायां वर्तते, तेषां तु राल्लोपः कार्यं करोति इति कृत्वा ऊड्भाविनः न सन्ति, तेषां तु उभयतापि रूपं भवति यङ्लुक् रूपं यङ् रूपम् इति उभयतापि भवति. बहु भ्रमः जायते. अस्तु भगिनि. किन्तु तर्हि किम् इत्युक्ते सामान्यतया वकारान्तदातूनां यङन्तरूपं यङ्लुक् रूपं न भवति इति स्मरामः वयम्. अत्र विशिष्टदातवः स्रिव् मौ इत्येतयोः तु भवति यङ्लुक् रूपम्, अनन्तरं रेपः यत् उपदा वर्तते तेषामपि यङ्लुक् रूपं भवति, यङः लोपः भवति. तर्हि स्थलद्वये इति स्मरामः, अन्यत्र सर्वत्र यङः लोपः न भवति एव न भवति इति. अनन्तरमपि अस्ति हेमभगिनी क्षम्यताम् अरुणभगिनी स्मारयति वा भगिनि, तत्र यङ्लुक् रूपं न भवति आदेशभगिनी? न न न, इतोपि अस्ति यङ्लुक् यत्र न भवति इति विषये अत्र मव्यधातोः यङ्लुक् न भवति. मव्यधातु एव अत्र दत्तं भगिनि, अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ्लुक् रूपं भवति. तर्हि सामान्यतया वकारान्तानां यङ्लुक् न भवति, तथापि अनन्तरं मव् इति धातु मव् इति धातुरूपमपि यङ्लुक् रूपं न भवति. भगिनी भवती एव वदति वा भगिनि, अत्र भगिनी अत्र धातु आदेशः अत्र अस् धातु भू भवति अस्ते भू, अनेन तत्र यङ्लुक् न भवति. अज् धातो यत्र अजेव्यघञो घञ्यणो, अनेन अज् धातो वि आदेशः भवति, तत्रापि यङ्लुक् न भवति. चक्ष् धातु यत्र ख्या इति आगच्छति, तत्रापि यङ्लुक् न भवति, यतो हि चक्ष् इति एकाश् अस्ति. ब्रू धातो यत्र वच् आदेश भवति खलु, यङ् भवति यङ्लुक् अपि भवति इति, यद्यपि ख्याय आदेशः चक्षुस्थाने ख्याय आदेशः न भवति इति उक्तमस्ति. ख्याय आदेशः न भवति, चक्ष् धातु केवलम् अस्ति, तत्र यङ् भवति ख्याच् आदेशः न भवति तत्र. अस्तु इति कृत्वा यङ् अपि भवति यङ्लुक् अपि भवति. अस्तु ब्रू धातो आदेशः न भवति कारणकि तत्र तस्य अर्धधातुके परे भवेत् अपि अन्य ख्या भवति अर्धधातुके. ख्याच् इति तत्र न भवति कारणकि तत् ख्याच् इति एकाच् अस्ति. ओ न जानामि हलादि अजादि किम् इत्युक्ते अत्र यङ् अङ्गकार्यं न भवति खलु, अङ्गनिमित्तीकृत्य आर्धधातुकप्रत्ययनिमित्तीकृत्य अङ्गकार्यमस्ति खलु धात्वादेशः इति, तर्हि तादृश सार्वधातुकपरे तु न भवति, आर्धधातुकपरे एव भवति, यत्र यङ् लुक् भवति न लुमताङ्गस्य इत्यनेन अत्र तु कार्यमेव पुनः यत् आनयामः वयं तद् नश्यति इति कृत्वा अकृतव्यूहः पाणिनीयः इत्यनेन धातु आदेशाः निषिद्धाः इति. अपि च अत्र अस्तु स्थाने भू अज् स्थाने भी इत्युक्ते ते अजन्तदातवः किल, अजादिः इति कृत्वा यङ्ग्लुक् अपि न भवति. किन्तु भू धातु स्वयमेव अस्ति तत्र भवति. आम् आं सत्यं भगिनि. कुत्र भवति? सामान्यभूधातु यदि अस्ति तथैव ब्रू अस्ति, यत् आदेश वचि अस्ति तत्र यङ्ग्लुक् न भवति, यत्र ब्रू अस्ति तत्र भवति. यङ् अपि भवति यङ्ग्लुक् अपि भवति खलु, यङ्ग्लुक् अलादि एकाच् अस्ति इति, अलादि आम् एकाच् अस्ति अलादि भवति, तर्हि तत्तु स्मरामः खलु. अनन्तरं यङ्ग्लुक् प्रक्रिया इति अस्ति, तस्मिन् विषये क्षम्यतां भगिनि, कुत्र यङ्ग्लुक् प्रक्रिया वा? प्रक्रिया इति तदेव वयं पूर्वं चर्चितवन्तः किल, अन्तरङ्गम् अपि च यत्र कुत्र समानमस्ति, किन्तु अत्र तु द्वित्वकार्यस्य विषये. किमर्थं द्वित्वं भवति? संयोगोः इति सूत्रस्य प्रसक्तिः प्राप्तिः कथं भवति इति, अत्र यङ्गः लुक् यदा भवति तत्र तु लुमान् अस्ति खलु, लुमान् अस्ति अस्ति कृत्वा न लुमताङ्गस्य इत्यनेन प्रत्ययलोपे प्रत्ययलक्षणं न तिष्ठति, तर्हि प्रत्ययनिमित्तिकं कार्यं किमपि न सम्भवति खलु, तर्हि कथं वा संयोगोः इत्यस्य कार्यं भवति, द्वित्वकार्यं कथं भवति इति प्रश्नः. भगिनी न स्मरामि भगिनि. अत्र किम् आसीत् इत्युक्ते संयोगोः इति सूत्रे संयोगोः षष्टिविभक्त्या निर्दिष्टम् अस्ति, तानि अस्ति, ये ये सनन्ताः सन्ति ये यङन्ताः सन्ति तेषाम् अभ्यस्त तेषां द्वित्वं भवति इति सूत्रे दत्तम्. अत्र तु संयङ् इति निमित्तं नास्ति खलु, यत्र यङ् लोपः लुक् भवति यङ् निमित्तीकृत्य कार्यं न भवति, न सम्भवति सत्यं, किन्तु अत्र संयङ्गो इत्यस्मिन् यङ् प्रत्ययः तु निमित्तं नास्ति, साक्षात् स्थाने अस्ति इति कृत्वा, निमित्तं नास्ति इति कृत्वा न लुमताङ्गस्य इत्यस्य अत्र तु किमपि प्राप्तिः नास्ति खलु, न लुमताङ्गस्य इति लुमान् अस्ति इति कृत्वा द्वित्वं न भवति इति वक्तुं न शक्यते, अत्र तु निमित्तं नास्ति, साक्षात् स्थाने अस्ति इति कृत्वा संयङ्गोः इति अङ्गकार्यं नास्ति, स्वयं यङन्तदातूनां द्वित्वकार्यम् इति अत्र सूत्रेण दत्तमस्ति इति कृत्वा द्वित्वकार्यं तु सम्भवति. यद्यपि लुक् भवति आदावेव प्रथमे सोपाने एव अन्तरङ्गम् अस्ति इति कृत्वा यङ् प्रत्ययस्य लुक् भवति. उदाहरणार्थं पट् योगः यङ् इति अस्ति, तत्र तु प्रथममेव संयुङ् यङोचि चेतनेन लुक् भवति अन्तरङ्गम् अस्ति इति कृत्वा. अनन्तरं किं भवति? तदनन्तरं संयोः इति आगच्छति, यद्यपि यङ् इत्यस्य लुक् भवति तदापि यङ् निमित्तिकं कार्यं नास्ति, स्वयं यङः द्वित्वं कार्यमस्ति इति कृत्वा संयोः यङ् संयोः इति कार्यम् आगत्य द्वित्वं सम्भवति. किमस्ति इत्युक्ते संयोः इत्यस्मिन् सप्तमी निर्देशः नास्ति खलु, साक्षात् स्थानीरूपेण षष्टिनिर्देशः. अरुणा भगिनी वदति वा? भगिनि यत्र द्वित्वम् इति वदामः तस्मिन् विषये द्वित्वं संयङ्गोः इत्यनेन सन्नन्तदातोर्यङ्गन्तप्रत्ययप्रदे तु द्वित्वं भवति. कुत्र भवति इति चेत् एकाचोद्वे प्रथमस्य सूत्रेण प्रथम अत्रैव भगिनि, अत्र सन् प्रत्यये परे यङ् प्रत्यये परे द्वित्वम् इति न दत्तमस्ति. संयङोः इत्यस्मिन् सप्तमी विभक्तिनिर्देशः नास्ति. सन् प्रत्यये परे यङ् प्रत्यये परे इति वक्तुं न शक्यते. किमर्थमित्युक्ते प्रत्यये परे इति वदामः चेत् सन्यन्त्यस्य यङन्तस्य अनन्तस्य यङन्तस्य धातूनां अभ्यासस्य भवतः इति. एकाच् द्वे प्रथमस्य सूत्रेण प्रथम एकाच् भागस्य द्युतं भवति. उदाहरणं जागृ जा जागृ पच् पच् पच् इति आदिमवर्ण अच् अस्ति. अजादेर् द्वितीयाय द्वितीयस्य इति सूत्रेण अजादिधातोः द्वितीयस्य एकाच् भागस्य द्युतं भवति. वरति वा अत्र अजादि एकाचो प्रथमस्य अजादि तृतीयस्य बृह महती चर्चा जाता खलु. तस्मिन् विषये कियत्पर्यन्तम् अस्माभिः प्रथमभागं द्वितीयभागम् इति स्वीकर्तव्यम् इति वरन्ति वा तस्मिन् विषये प्रायः हेम भगिनी सरला भगिनि. तत्र यत्र स्वरः आगच्छति तावत्पर्यन्तं, तदनन्तरं द्वितीय स्वरः यत्र आगच्छति तावत्पर्यन्तं द्वितीयभागः इति स्वीकुर्मश्चेत् एकाच द्वे प्रथमस्य प्रथमभागः अपि स्वरपर्यन्तं, द्वितीयभागः अपि हल् प्रथमभागः तु स्वरम् अनन्तरं तस्य हल्वर् अग्रे हल्वर्णः द्वितीयस्वरं विहाय तावत्पर्यन्तं खलु. द्वितीय क्षम्यताम् एकाच् एव अस्ति खलु. तर्हि एकाच् भागस्य प्रथमस्य इत्युक्ते किं भगिनि तत्र वदति वा? तत्र कुत्र स्थगयामः इत्युक्ते जागृ इति इत्यत्र प्रथमः स्वरवर्णः आकारः दृश्यते, तर्हि तावत्पर्यन्तमेव भवति इति. तर्हि तदनन्तरं यत्किमपि अस्ति तत्र किन्तु पच् इत्यस्मिन् तु पच् पच् इति पर्यन्तं भवति खलु. तर्हि कथं वा तथा वक्तुं न शक्यते. अत्र आदिम प्रथम इति किमपि कापि चर्चा जाता किल? भगिनि एतस्य परिच्छेदं पठामः. बहुत्र धातुः एकाच एव तथा भवति चेत् समग्रधातौ एव द्युतं भवति. कुत्र पठति भगिनि? यथा पच् पच् अजादि द्वितीयस्य तदनन्तरं यथा ज्योत्यादिगणे मा मा मा हा हा हा. यङन्तधातु सदा अनेकाच् यतोहि औपदेशिकधातोः न्यूनातिन्यूनम् एकस्वरः अस्ति एव. तदा य इत्यस्य संयोजनेन य इत्यस्मद् य अकार सः यङन्तधातु द्वितीय अच् वर्णो भवति. धातु अनेकाच् चेत् अपि च हलादि इति चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एकाच भागस्य द्युतं भवति. धातु अनेकाच् चेत् अपि च अजादि इति चेत् अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्युतं भवति. एकाच् भाग इत्युक्ते यदा हि प्रथम अच् वर्ण आयाति स च वर्णभागस्य अन्तो भवति, नाम स्वरवर्णभागस्य अन्तिमवर्ण भवति, अग्रिमवर्ण अग्रिमभागस्य प्रथमवर्ण भवति. एतदेव मया उक्तं. भगिनी यदा उक्तवती तदेव, किन्तु सामान्यतया यत्र एक धातुः एकाच् अस्ति चेत् प्रथमवर्णः द्वितीयवर्णः इति न द्रष्टव्यः. सामान्य एकाच् धातुः अस्ति चेत् पूर्णतया तस्य द्वितं भवति, समग्रधातोः द्वितं भवति. किन्तु अनेकाचः सन्ति चेदेव तर्हि चिन्तनं भवति. अनेकाचः सन्ति चेत् प्रथमस्वरपर्यन्तम् एकाच् भागः यत् अस्ति तत्तु प्रथमभागमिति स्वीकुर्मः. तथा एव द्वितीयभागस्य कथं स्वीकुर्मः वयं द्वितीयभागम् इत्युक्ते किमपि अवशिष्यते नो चेत् अजादे द्वितीयस्य यदि अस्ति यदि अजादि अस्ति धातुः तदा अजादि अस्ति तद् द्वितीय प्रथम अर्चन स्वीकर्तव्यं द्वितीय यदा वर्तते तर्हि का स्थितिः यत्किमपि अवशिष्यते तदेव किल ओ ओ ओ प्रथम एकाचिति स्वीकृत्य यत्किमपि अवशिष्यते इति नास्ति तथा नास्ति पृष्ठभागात् आगन्तव्यं खलु पृष्ठभागात् पृष्ठतः वयं यत्र प्रथम वर्णं यत्र प्रथम पृष्ठतः यदा आगच्छामः तदा प्रथम अचुवर्णः कुत्र अस्ति ततः पर्यन्तं खलु तर्हि कथं वदति एकम् उदाहरणं स्वीकृत्य वदतु इदानीं दरिद्रस्मिन् ऊ इत्येव प्रथम एकाच् भागः भवति खलु यदि भवत्याः नियमं स्वीकृत्य आरम्भतः आगच्छामः चेत् तर्हि ऊ इत्येव प्रथमभागः भवति तर्हि ऊर्णु अनन्तरं युर्नु इति भवति खलु तत्र नान्द्रसंयोगादयः इत्यनेन युर्नु इति कार्यं करोति तत्र ओ अस्तु अस्तु तर्हि प्रथम तत्रापि प्रथम एकाच् भागं निष्कास्य अवशिष्यं यत् अस्ति तत् द्वितीयभागम् इति स्वीकुर्मः खलु अस्य यथा भगिनी पश्यतु अस्य इत्यस्य सनाद्यन्तदातव इत्यनेन धातुसंज्ञा संज्ञो इत्यनेन अजादे द्वितीयसद्वृत्तम् अस्य इति धातौ अस्य इत्यस्य प्रथम अकार स्वर अतः स च अकार प्रथमभागस्य अन्तिमवर्ण श्यय इति द्वितीयभागस्य तथा तस्य च द्वितम् अस्य इति भवति धन्यवादः तर्हि विशिष्य पश्यामः चेत् कार्यद्वयमेव स्तः सामान्य एकाच धातुः एव अस्ति चेत् किमपि न चिन्तनीयं पूर्णतया धातुः द्वितं भवति किन्तु अनेकाचः सन्ति चेत् प्रथमस्वरपर्यन्तं प्रथमभागम् अग्रे यत् शिष्यते तद् द्वितीयभागम् इति स्वीकुर्मः हलादिः अस्ति चेत् प्रथमभागस्य द्वित्वम् अजादिः अस्ति चेत् द्वितीयभागस्य द्वित्वं तावदेव खलु तत्र यदा भवती उक्तवती तत्र प्रथमभागस्य प्रथमस्वरस्य पर्यन्तं प्रथमभागः यत्किमपि अवशिष्यते तत्र प्रायः स्वरद्वयमपि भवितुम् अर्हति किल सर्वं सर्वं द्वितीयभागः भवति सर्वस्यापि अजादि अस्ति चेत् द्वितीय सर्वस्यापि भागस्य द्वितुं भवति खलु इदानीं वयं जागृ इति दृष्टवन्तः किल तथैव दरिद्रा इति स्वीकुर्मश्चेत् तत्र बृहत् अस्ति किल तत्र किमपि किं भवति इति चिन्तयामः तर्हि तत्र तु प्रथमभागस्य एव भवति खलु हलादिः अस्ति इति कृत्वा द दरिद्रा इति दरिद्रा भवति प्रथमभागस्य यदि अजादि अस्ति चेत् एव वयं द्वितीयभागस्य वयं स्वीकर्तुं शक्नुमः तथा उदाहरणानि सन्ति मम जाने तर्हि द्वित्वं कुत्र कृतं यदि अजादि अस्ति चेत् द्वितीयभागस्य कुर्मः खलु यथा ऊणु अधोभागे दत्तमस्ति ऊणु ऊणु ऊ इति प्रथम एकाच भाग ऋणु इति द्वितीय एकाच भाग अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाच भागस्य द्वित्वं सो किन्तु न निद्रा संयोगादि अस्ति आगच्छति तत्र इत्यनेन हा अस्तु अजादि तु द्वितीयभागस्य ऋणु इति भवति न किन्तु न हलादिः वर्तते किल सो दरिद्रा हलादि अस्ति सो केवलं प्रथम एकाच भागस्य द्वितीय भवति सो दरिद्रा इति भवति तर्हि द दरिद्रा इति तर्हि अवगतं खलु अस्माभिः तर्हि मुख्यांशः यदि बहुत्र एकाच अस्ति चेत् केवलं पूर्णतया द्वित्वम् इति यथा पच् पठ पच् पठ इति यदि चल् अनन्तरं भूधातुः अपि भूभू इति भवति तो इति अपि स्मर्तव्यं निद्रा यदि नकार दकार रेफ संयोगादि अस्ति तत्र रेफस्य द्वित्वं न भवति इति स्मर्तव्यम् अस्तु तर्हि अग्रे तर्हि प्रथमं किं भवति अत्र यत्र वयं सोपानेन पश्यामः चेत् धातुः प्लस् यङ् इति भवति योगः यङ् इति भवति तदनन्तरं यङोचीच इत्यनेन अन्येषु प्रत्ययेषु परेषु तु यङोचीच इत्यनेन यङः लुक् भवति लुक् भवति अनन्तरं संयोगोः इति सूत्रम् आगत्य द्वित्वकार्यं सम्भवति अत्र द्वित्वे वैशिष्ट्यं ह्वेन् धातुः इति अस्ति अरुणा भगिनी वक्तुम् इच्छति ह्वे धातु अभ्यस्तस्य च इति सूत्रेण अभ्यस्ति भविष्यत् ह्वेङ् सम्प्रसारणं भवति ह्वेङ् धातोः भविष्यतोः ह्वेङ् इति यत्र ह्वेङ् धातोः अभ्यस्तद्वित्वकार्यम् अग्रे सम्भविष्यति तादृश ह्वेङ् धातूनां सम्प्रसारणं भवति सामान्यतया उदाहरणार्थं यङ् प्रत्यये परे सङ् सन् प्रत्यये परे तु तस्य द्वित्वं भवति वेमोः इत्यनेन इति कृत्वा मे इत्यस्य सु भवति अभ्यस्ति भविष्यतोः इत्युक्ते अग्रे अभ्यस्तसंज्ञा भवति तस्य इत्युक्ते द्वित्वकार्यं भवति यत्र तादृशसन्दर्भे तत्र सम्प्रसारणं सम्प्रसारं प्रथमं कारणीयं तदनन्तरम् अभ्यस्तकार्यं करणीयं अवगतं धन्यवादः अत्र हे धातु यं अभ्यस्तस्य प्रथमं सम्प्रसारणं हु हे हु भवति हु एवय धातोः रेखाचो क्रियासमभिहारेयम् इति हे धातोः हे यङ्गो इति चेतेन हे आदेश उपदेशे शुति ह्वा प्रथमम् एकारस्थाने आकारः आगच्छति ह्वा भवति अभ्यस्तश्चेत् सूत्रेण हु सम्प्रसारणं हु हु द्वित्तं रूपं किं भगिनि हु हु ओके जुहु ओके हु हु जुहु ओके गोः चूनेन चरन्तरं चाक् धन्यवादः तर्हि सामान्य अभ्यासकार्याणि इति सरला भगिनी सामान्य अभ्यासकार्यं सन्ति हलादिशेष इत्युक्ते प्रथमहलादिवर्ण तिष्ठति तदनन्तरं ये हल् हल् वर्णाः सन्ति तेषां लोप भवति शर् पूर्वा खय इत्युक्ते यदि संयोग अस्ति पूर्वं शर्वर्णः अस्ति तदनन्तरं खयवर्णे आगच्छति प्रथम अपि द्वितीय वर्गीयव्यञ्जनानि कपय इति तत्र पर्यन्तं यद् अस्ति तस्य पूर्वं शर् शर् श श स इति आगच्छति यदि श श स पूर्वम् अस्ति तदनन्तरं वर्गीय प्रथमद्वितीयवर्णः आसीत् तत्र खय तिष्ठति न तु आद्य आदौ वर्ण इति हलादिशेष तस्य अपवाद अस्ति शर्पूर्वखय ह्रस्व अस्ति यत्र स्वर दीर्घ आसीत् तस्य अभ्यासस्य ह्रस्व भवति उरद् यदि ऋदन्तधातुः अस्ति तत्र ऋस्थाने ऋतस्थाने उ आदेशः भवति उ अर्ण अस्ति तस्य रपर आगच्छति सो तत् अपि भवति रपर अपि भवति कुहोश्चु इति सूत्रेण यत्र अभ्यासस्य कवर्गीयवर्णस्य स्थाने चवर्गीयवर्ण आगच्छति, स्थाने अन्तरन्तं हो स्थाने इति स्थाने अन्तरतरम् इति च वर्गीयस्य चतुर्थवर्ण आगच्छति. अभ्यासे चर्च् इति अस्ति, अभ्यासस्य ये झल् वर्णः अस्ति तत्र झष् आदेशः भवति, अपि ये खर् वर्णः अस्ति तत्र चर् आदेशः भवति तत्र. इति अभ्यासकार्यं, सामान्य अभ्यासकार्यं ते. अत्र उरत् मध्ये ऋकारान्त ऋकारान्तद्वावपि भवति वा, नो चेत् केवलं ह्रस्वऋकारः वा? उः इति एव दत्तमस्ति इति कृत्वा उरत् इत्यस्मिन् उभयोः अपि ग्रहणं भवति, द्वयोः दीर्घऋकारान्त अपि भवति, परन्तु उदाहरणे न दत्तं महोदयेन, यतः उः इत्यस्मिन् न कृतम् इति कृत्वा ह्रस्वस्य दीर्घस्य अपि ग्रहणं, तृ इति दत्तमस्ति, द्वावपि दत्तम्. अनन्तरं किम् अस्ति, उदाहरणानि सन्ति अत्र, अग्रे वयं करपत्रम् एकवारं दृष्ट्वा अनन्तरं वयं किं रूपं स्वीकृत्य साधयितुं एकैक उदाहरणं भगिनि स्वीकुर्मः, मनसि तिष्ठति किं भगिनि, एकैक उदाहरणं दृष्ट्वा करपत्रं दृष्ट्वा अनन्तरं कुर्मः. अस्तु, साधु साधु. हेम भगिनी स्मारयते भगिनि आकारान्तानाम् एजन्तानां. आं भगिनि, आकारान्तानाम् एजन्तानाम् इति स्वीकुर्मश्चेत् तत्र एजन्तानां तु आदेश उपदेशे शिति इति कृत्वा आत्वं विधीयते, अतः अत्र द्वावपि मिलित्वा एकमेव पश्यामः. अत्र यदि धातुः वा इति स्वीकुर्मः तर्हि तत्र एकाचष्टि हलादिः अस्ति इति कृत्वा धातोरेकाचो हलादे क्रियासमभिहारे यङ् इति कृत्वा तत्र प्रथमं यङ् विधीयते, तदनन्तरं तत्र यङ्गोचि च इति कृत्वा यङ्गः लुक् भवति, तदनन्तरं तत्र इत्युक्ते यङ्गोचि च इति सूत्रस्य प्रथमं वयं कार्यं कृतवन्तः, तर्हि तत्र अनैमित्तिकम् इति स्वीकृत्य किल प्रथमं कृत्वा, तदनन्तरं तत्र संयङ्गोः इति कृत्वा तत्र द्वित्वं भवति वावा इति. इदानीं सामान्य अभ्यासकार्याणि कुर्मः, तर्हि तत्र ह्रस्वः इत्यस्य प्रसक्तिः प्राप्तिः, तर्हि वा इति प्रथमभागस्य अभ्यासस्य प्रथमभागस्य द्वित्वस्य प्रथमभागम् अभ्यासः इति कथयामः, द्वाव मिलित्वा उभयस्थमिति, तर्हि अभ्यासस्य ह्रस्वः भवति, तर्हि ववा इति रूपं भवति. परन्तु यत्र यत्र ववा इति कथनेन विशिष्टसूत्रम् इदानीं चर्चयामः वा, नो चेत् न, तर्हि तत्रैव यदि दीर्घोकितः इति स्वीकुर्मः चेत् पुनः वावा इति भवति किल, अस्ति इति कृत्वा वावा इति भवति, अत्रैव नो चेत् अनन्तरं विस्मरामः इति कृत्वा अत्रैव वदति वा भगिनि दीर्घोकितः इत्यस्ति. दीर्घोकितः इत्युक्ते यत्र यत्र अकित् अस्ति तत्र अभ्यासस्य दीर्घः भवति. कुत्र अकित् इति चिन्तयामश्चेत् यत्र बहुत्र तत्र नुकागमः रीकागमः नीकागमः इति आगच्छन्ति खलु, तर्हि तत्र तादृश आगमेषु यत्र कित् भवति तत्र दीर्घोकितः इत्यस्य प्रसक्तिः नास्ति. मम एकः प्रश्नः अस्ति भगिनि, अत्र दीर्घोकितः इति अङ्गकार्यं नास्ति वा? यङ्ग् निमित्तीकृत्य एव अभ्यासकार्यम् अङ्गकार्यम् अस्ति न, दीर्घोकितः तु द्वावपि अस्ति किल, अस्ति अत्र यङ् लुकि कार्यं सम्भवति. किमर्थम् इत्युक्ते यङ् अङ्निमित्तीकृत्य यत्र लुक् भवति, यङ् केवलं यङ् निमित्तीकृत्य अङ्गकार्यम् अस्ति चेत् तत्तु यङ् लुकि न भवति, किन्तु अत्र दीर्घोकितः इति यङ् लुक् निमित्तीकृत्य एव अङ्गकार्यम् अस्ति इति कृत्वा तस्य तु प्रसक्तिः प्राप्तिः इति भवति. द्वावपि यङि अपि तादृशमेव यङ्लुकि अपि तादृशं धन्यवादः भगिनि. ीकारान्तानाम् ईकारान्तानां च धातूनां यङ् लुक् धातुः गुणो यङ् लुकोः इति सूत्रेण अभ्यासस्य गुणो भवति यङि यङ् लुकि च. उदाहरणमस्ति जि धातु प्रथम अभ्यासकार्यं जि जि गुणो यङ् लुक् इति जे जि भगिनि जि इत्यस्य अपेक्षया किञ्चित् कठिनधातुं स्वीकरोतु यत्र कार्याणि भवन्ति किल इतोपि अधिकं कार्याणि अधिकानि कार्याणि भवन्ति तादृशधातुं स्वीकरोति यदा क्री अस्ति नो चेत् अन्यधातुं स्वीकृत्य वदति चेत् समीचीनं भवति किल. किं भगिनि पुनः वदतु क्री धातु प्रथमं क्री क्री तदनन्तरं कुहोश्चुः इति सूत्रेण ककारस्थाने चकारः आगच्छति तदनन्तरं हलन्त हलादिशेषः इति सूत्रेण रेफ अपगच्छति छि क्री अस्ति तदनन्तरं गुणो यङ् लुकोः इति सूत्रेण गुणः भवति छे क्री इति रूपं षि धातु अपि श्वि धातु अत्रापि ह्रस्वः अपि उक्तवती वा ह्रस्वः अपि तत्र भगिनि श्री धातु वा नक्री उक्तवती भगिनि क्षम्यता. तदनन्तरं प्रथमं कुहोश्युः तदनन्तरं ह्रस्वः हलादिशेषः तदनन्तरं ह्रस्वः अपि भवति तदनन्तरं गुणः भवति चेक्रि. ऊकारान्तानां समानकार्यमस्ति गुणो यङ्लु पुनः भवति इति. तर्हि जुः इति अस्माभिः पूर्वं ह्वे धातोः साधितं खलु सूत्रं किम् आसीत् जुः इत्यस्य अभ्यासश्च इति किमपि आसीत् खलु कुहोचुः अभ्यास अभ्यस्तस्य च इति सूत्रे सम्प्रसारणं भवति इति भवति इति अभ्यस्तस्य च इति सूत्रेण हु इति भवति अनन्तरं जुहु इति भवति. तत्र तु पुनः गुणो यङ्लुकोः इत्यनेन जोहु इति भवति. तर्हि तत्र तत् किञ्चित् स्मर्तव्यं तत्र केन सूत्रेण तत्र सम्प्रसारणमिति वा न अभ्यस्तस्य अत्र द्वित्रे तु विशिष्टम् अस्ति वेदातु हू इति अस्ति तस्य उपदेशकधातु वे अस्ति वा हू इत्यपि धातुः अस्ति इति मन्ये भगिनि भिन्नधातुः अपि अस्ति इति अस्ति तत्र जुहोति इति कुर्मः किल तत्र हू आगच्छति अत्र ह्वे भिन्नः कथं तत् सम्प्रसारणं भवति हू धातोः उभयतापि किमस्ति रूपं समानं भवति भगिनि ह्वे धातोः अपि यङ्लुगन्तरूपम् अस्ति जोहु इति हु इति जुहोति इति अस्ति तस्य अपि जोहु इति एव रूपं साधनं कुर्मः. पर ह्वे धातु इति सम्प्रसारणसूत्रे आगच्छति धातु अभ्यस्तस्य च इति सूत्रेण ह्वे धातुः केवलम् अभ्यस्यस्य च इति सूत्रेण तत्र सम्प्रसारणकार्यं भवति. हू इति तु श्लू अस्ति किल तत्र जुहोत्यादिगणे भवति इति द्वित्वं भूत्वा तदनन्तरम् अत्र तु गणनिमित्तीकृत्य कार्यं नास्ति खलु अत्र गण न न हू इति यदा पृष्टवती तत्रापि भवति वा इति ऋकारान्तदातूनां धातूनां ऋकारान्तदातूनां ऋतश्च इति सूत्रेण प्रथमं समान उरत् आगच्छति तदनन्तरं ऋकारान्तधातु अभ्यासश्च ऋक् ऋक् रीक् आगमः भवति यङ् लुकि परे, तत्र यङ् न भवति, केवलं यङ् लुकि अस्ति तत्र भवति. अस्तु, अपि स्थित्रि स्मर्तव्यं रुक् रीक् रीक् ए तत्र कित् अस्ति तस्मिन्, तो दीर्घो कित् इति न भवति इति सूत्रेण बाधितं भवति दीर्घो कित्. सो उदाहरणम् अस्ति यथा कृ धातु अस्ति, कृ प्रथमम् एकाचो एकाचो हलादि एकाचो संभारे एनने धातो एकाचो हलादि संभारे यङ् विधानं भवति, तदनन्तरं यङो अचीते यङ् लुक् भवति, तदनन्तरं संयङो एनने द्वित्वं भवति कृ कृ. इदानीम् उरत् इति प्रथमं कुहोचु अनेन ककारस्य चकार भवति, चकार भूत्वा तदनन्तरम् उरत् इति आगच्छति, उरत् तस्मिन् चर् आगच्छति, हलादिशेषनेन रेफस्य लोपः भवति, अत्र चक्र इति भवति. इदानीं वृत्तश्च इति सूत्रेण त्रीणि रूपाणि वयम् आप्नुमः, चरिक्र चर्क्र चर्क्र इति भवति. तथैव भृ अस्ति तत्र बरि भृ, तत्र अभ्यासे चर्च इति अभ्यासे चर्च इति सूत्रेण भकारस्य जस्त्वं भवति ब भवति, सो बरि भृ आगच्छति. यत्र हृ अस्ति तत्र पि अभ्यासे चर्च अनेन हकारस्य स्थाने प्रथमं च झकारः भवति. भगिनी कुहोचु इति सूत्रेण हकारस्य झकारः भवति, तदनन्तरं इति झकारः भवति अभ्यासे च साधु. अस्तु, सो जरिह जरिह जरः इति आगच्छन्ति. भगिनि अत्र सामान्यतया वयं यत्र कर्मणि रूपेषु वयं पश्यामः तत्र ऋकारान्तानां धातूनां तत्र लिङ्गादेशः भवति किल, यदा क्रियते ह्रियते इति आगच्छति तत्र सूत्रं प्रभाति अत्र कार्यं भवति इति वा? हा, यङ् लुकि सत्यं, तस्य अनन्तरं सूत्रमस्ति इति मन्ये ऋतस्य इति सूत्रम्. ओहो एवं वा, 7427 इति रिङ् ऋतः, ऋतश्च इति अनुवृत्तिः अस्ति खलु, तर्हि भिन्न भिन्न भिन्नकार्यमस्ति भगिनि, अभ्यासस्य एव कार्यम् अपि भगिनी. तदनन्तरं रीकारान्तदातवः सन्ति, यत्र दीर्घरीकारः अस्ति तत्र ऋतश्च तस्य कार्यं न भवति, कारणतः ऋतश्च इति दत्तमस्ति, केवलं यत् ह्रस्वरिकारः अस्ति तत्र. अत्र इति भिन्नकार्यमस्ति खलु, तत्र अङ्गकार्यम् अत्र अभ्यासकार्यम् इति अभ्यासकार्यम् इति, तत्र ऋतश्च रिङ्ग् अभ्यास अङ्गकार्यं भवति इति. समीचीनम्, धन्यवादः भगिनि. किं भगिनि सरला भगिनी किम् उक्तवती? अहं भेद अति ह्रस्वरिकारः अस्ति, तत्र ऋतश्च अपि कार्यं उरत् तस्य अनन्तरं ऋतश्च कार्यं करोति. विशेष यदि दीर्घरिकारान्त धातुः अस्ति उरत् भवति, तदनन्तरं ऋतश्च कार्यं न करोति, कारणं कि दीर्घविकारान्त तत्र न दत्तमस्ति ऋतश्च, अतः कित् नास्ति, दीर्घ कित् दीर्घो कित् तस्य कार्यं भवति. सो यथा तृ अस्ति तत्र तृ तृ तृ भवति, तदनन्तरं उरत् भवति, तत्र रेफस्य हलादि शेषनेन रेफस्य लोपः भवति, तो तत्र इदानीं दीर्घो तात्र इति भवति. तयोः केवलं ह्रस्वस्य इति स्मर्तव्यं किल? आम् तदनन्तरं पुनः वदतु सूत्रस्य अग्रिमं यत् अस्ति तस्मिन् विषये उक्तवती भगिनि, यत्र परन्तु किञ्चित् मन्दं वदतु भगिनि, सरला भगिनि. सरला भगिनि झटिति अग्रे गच्छति कदाचित् तस्याः गतिः न यदि भगिनी भवती भवतु भव्या भगिनी भवती एवमेव वक्तुम् इष्टवती इत्युक्ते अत्र अधुना ह्रस्व ऋकारान्तदातूनां ऋतश्य इति कार्यं भवति खलु अरुणा भगिनी अत्र ऋतश्य इति तपरकरणं कृतम् इत्युक्ते केवलं रुदन्तानाम् अस्ति ह्रस्वरुकारान्तानां इति कृत्वा सरला भगिनी उक्तवती वीजरकारान्तानाम् अस्ति प्रसक्तिः अपि इदानीमेव वयं कुर्मः भगिनी अधु यदि ऋत उपधायां ऋत् अस्ति तत्र किं भवति अस्तु भगिनि अत्रापि इतोपि आगच्छति खलु उपधा यत्र अस्ति तस्मिन् विषये उपधा पुनः वयम् एतद् उक्त्वा वयं पश्यामः ऋकारान्तानां दीर्घोकितः इति भगिनी उक्तवती तर्हि अन्नम् अधुपदधातूनां तु केवलं दीर्घोकितः इति कार्यम् अस्ति खलु पच् पापच् भवति उपदस्य एक भवति किन्तु रुग्रुकोच लुकि इति एकैकं कृत्वा गच्छामः भगिनी भगिनी झटिति झटिति इदानीं सर्वे ऋदत् दीर्घ ऋदत् ऋत् उत्पधायां मनसि तिष्ठति अतः यदा वयं द्वितीयवारं तस्मिन् समये वयं ऋदन्तानां चिन्तयामः चिन्तनं स्मरामः भगिनि तदर्थं साधु साधु तर्हि अधुपदानाम् इति दत्तमस्ति सामान्यकार्यं तु केवलं दीर्घोकितः इति अत्र अस्ति खलु हेम भगिनी अग्रे वदति वा अत्र नुगागमस्य विषये नुगागमः कुत्र कुत्र भवति इति सर्वाणि सूत्राणि वदतु भगिनि प्रयत्नं करिष्यामि भगिनि प्रथमं नीका अस्ति नीकागमः तदनन्तरं नुगागमः अस्तु नीकागमः वदतु तदनन्तरं सूत्रमस्ति नी ग्वञ्चु स्रन्सु ध्वंसु भ्रंसु कसपतपदस्कन्दाम् इति तर्हि अत्र बहवः धातवः उल्लिखितमस्ति एतेषां कृते नीकागमः भवति यङ्गि अपि च यङ्ग्लुकि द्वावपि अत्र नीकागमः भवति इति परन्तु अत्र केवलं कस् पत् पद् इति त्रयाणामेव विषयः भवति यतोहि अत्र अधुपदधातुः इत्यपि स्वीकुर्मः अपि च अन्ये सर्वे तत्र अनिदिधातवः अनेकाचः सन्ति खलु स्कन्द् इति अनेकाच् अस्ति इति कृत्वा यङ्ग्लुक्रूपं यङ्ग्रूपमपि न यङ्ग्रूपं भवति वा स्कन्द् इत्यस्य किमर्थं न भवति भवति किल तत्र अन्यत्र किमस्ति इत्युक्ते तत्र अनिदिधातवः इति वयं पश्यामः किल नुमाग तत्र भिन्नतया विषये पश्यामि पृच्छामि तस्य यङ्ग् रूपं भवति वा इति भवति भगिनि केन केन सूत्रेण यङ्ग् रूपं भवति एकाचो हलादेः क्रियासमभिहारे यङ् इति एव भवति खलु तर्हि स्कन्द् कुत्र स्कन्द् इति पश्यतु हलादिः अस्ति एकाच एव अस्ति एका चैव अस्ति क्षम्यताम् आमाम् एका चैव अनेके हल्वर्णाः सन्ति अत्र सर्वत्र स्रन्स् ध्वंस् भ्रंस् कस् पत् सर्वे एकाच एव सन्ति किल तर्हि एतेषां कृते तु नीकागमः भवति परन्तु अत्र अधुपदम् इति कृत्वा तत्र कस् पत् पद् इति स्वीकृत्य तत्र नीकागमः भवति इति तर्हि एतेषां कृते यदा पद् इति स्वीकुर्मश्चेत् तत्र द्वित्वं भवति पद् पद् इति तदनन्तरं तत्र हलादिशेषः इति दकारस्य लोपः पपद् इति भवति पपद् इति यथा भवति इदानीम् अत्र अकित् इति न वक्तुं शक्नुमः यतोहि नीकागमः भवति अनेन सूत्रेण अतः नीकागमः यदा भवति नीक् कित् अस्ति इति कृत्वा तत्र अन्ते आगच्छति अन्तिमः स्वरस्य अनन्तरम् अतः पनीपद् इति भवति अत्र तु पुनः अत्र च दीर्घोकितः इत्यस्य प्राप्तिः नास्ति नास्ति यतोहि कित् अस्ति इति कृत्वा दीर्घोकितः इत्यस्य प्रसक्ति अरुणा भगिनि नुगागमस्य विषये आं भगिनि जप जप दः जबदबदश्तः पश् इति चत्वारि धातूनां यङ् लुगन्तधातुः जप जप दः दश भञ्जपशां च इति सूत्रेण धातु जप् धातु जप् धातु दः धातु दश् धातु पञ्च् पश् इत्येषां धातूनाम् अभ्यासस्य नुक् आगमः भवति यङ् यङ् लुकि च इति नुक् इति आद्यन्तटकितवचसेन अन्तिम आगच्छति. अत्र उदाहरणमस्ति जप् धातु जप् जप् धातु जप् जप् तदनन्तरम् अलादिशेष ज ज जप् नुकागम आगच्छति जन् जप् तदनन्तरं नष्टपद जलि तदनन्तरम् अनुस्वरस्य परिसवनः सूत्रेण जन् जप् इति अनुस्वारः इति एव वयं स्वीकुर्मः. नुकागमस्तु अनुस्वारस्य उपलक्षणम् इति ओ न ओके ओके नकारः अनुस्वारः लक्षणमस्ति केवलं जम् अनुस्वार तदनन्तरं परसवर्णः अस्ति जन् जप् तदपि फल् इत्यनयोः अपि समानकार्यमस्ति. किन्तु अत्र किमर्थं पाणिनिना सूत्रे भिन्नरूपेण भिन्नसूत्रेण दत्तवान् इति पाणिनिः दत्तवान् इत्युक्ते उत्परस्य अतः इत्यस्य अनुवृत्तेः कृते अत्र तु अकारस्य स्थाने उकारः भवति. अपि च भगिनि अत्र इतोपि एकं वक्तव्यं यत्र नुकागमः कुत्रापि भवति चेत् तत्र नुक् अनुस्वारस्य उपलक्षणम् इति उक्तवती किल, तर्हि तत्र रूपद्वयम् आगच्छति, एकत्र अपि च अन्यत्र नुकागमः यत्र कुत्रापि भवति तत्र रूपद्वयं भवति अनुस्वारसहित अपि च अनुस्वारस्य ईपरसवर्णः इति कृत्वा तत्र रूपद्वयम् आगच्छति. किमर्थम् अत्र रूपद्वयम् अनुस्वारस्य ईपरसवर्णः इति पदान्ते अस्ति इति कृत्वा वा किमपि आसीत् खलु? किमर्थं भगिनि तथा मारयतु भगिनि. न अनुस्वारस्य ययि परे अस्ति किल, ययि परसवर्णः इत्यनेन नित्यं भवति खलु अनुस्वारस्य? नित्यं न भवति यतोहि नुक्कागमः इति उक्तम्, अतः एतत् एतस्मिन् सूत्रे रूपद्वयं भवति अत्र न निर्दिष्टं, परन्तु अग्रे गत्वा यदा वयं पश्यामः तत्र अनुस्वारस्य उपलक्षणम् इति पुनः आगच्छति किल. विद्याभगिनी स्मारितवती अत्र न लिखितं, परन्तु अस्मिन् सूत्रे अपि जप् जप् दः अपि तथैव भवति इत्युक्ते नुकागमं वयं स्मरामः इति. अनन्तरम् अस्ति अनुनासिकान्त अनुनासिकान्त अधुपदधातूनामपि नुगतो अनुनासिकान्तस्य इत्यनेन तत्रैव अस्ति भगिनि, तत्र वार्तिकमासीत् किल पदान्तवच्चेति वक्तव्यम् इति, तत्र वा पदान्तस्य इत्यनेन रूपद्वयं भवति अत्रापि तथैव इति. अस्ति वा भगिनि, श्रूयते वा? तत्र एव वा पदान्तस्य इत्यस्येन एव परसवर्णविकल्पः, न तु वापदान्तस्य इति वक्तव्यं. किमर्थम् इत्युक्ते अनुस्वारस्य परसवर्णः तु नित्यं भवति वापदान्तस्य इति एव तत्र, अपि च अत्र पदान्तवत् इति वक्तव्यम् इति कृत्वा तत्र पदसंज्ञा अपि भवति, नो चेत् तत्र पदं नास्ति इति भवत्या यत् पृष्टं तत्र, यदि पदान्तः नास्ति चेत् तर्हि तत्र अनुस्वारस्य परसवर्णः एव भवति किल. धन्यवादः. अनन्तरं हन् हन् धातोः किम् अस्ति कार्यं? चर् समाप्तं वा? तत्र चर् यदा वयं वदामः भवती उक्तवती किल तत्र उस्य पदान्तस्य इत्यपि उत्परस्य अतः इति उत्परस्य अतः, अपि च तदनन्तरं हलीच इति कृत्वा भवति वा दीर्घः चञ्चूर्यते पूर्वम्? आं भगिनि, तदनन्तरं हलीच इत्यनेन कार्यं भवति यत्र न चञ्चूर्यते इति यङन्तदातूनां चञ्चुर् इति यङ् लुगन्तदातुः तत्र तु ऊकारः न भवति, ऊकारः न भवति चञ्चुर् इति तिष्ठति. हलि च कार्यं न करोति वा? हलि तु नास्ति खलु, यकारः नास्ति खलु, यङः तु लुक् जातं खलु. यत्र यङ् अस्ति तस्य तु चञ्चूर्यते इति दीर्घः भवति. न, हलि च सूत्रम् एकवारं स्मारयतु. हलि च इति सूत्रे निमित्तं किम्? हलि च इति किम् अस्ति? हलि प्र हलि हलि परे तु स्मरामि, परन्तु तत्र दीर्घः भवति. हलि यकारविषये परे हलि अस्ति, तस्य उपधायां दीर्घः भवति. अत्र यकारः नास्ति इति एव बिन्दुः. रेफवकारान्तधातोः उपधाभूतस्य इक्वर्णस्य हल्वरे हल्वर्णे परे दीर्घादेशः दीर्घः भवति. रेफवकारान्तानि उपधायां च तत्र हलन्तधातुरेखवकार उपधायामस्ति, तस्य उपधायां स्वरदीर्घः भवति उपधायां च. बहु किमपि स्मरति भगिनी. न न, वयं कृतवन्तः कृतवन्तः, परन्तु मम स्मरणे तु नास्ति. न, वर्गं जातः न एव अस्माकं कोशः. अत्र हन्द स्वे धातोः अभ्यस्तस्य च इति सूत्रम् आसीत् यत्र सम्प्रसारणं भवति खलु. अत्र हन्धातोः अभ्यासात् च इति सूत्रम्, अभ्यासात् इति पञ्चमी तेन अभ्यासात् च इति हन्धातोः हकारस्य कवर्गादेशो भवति. प्रथमं तु घन्ति इति आगच्छति, तदर्थं किल हन्ति इति ज्ञतवान् ज्ञतः. हकारस्य स्थाने भवति हकारादेशः. अत्रापि अत्रापि नुवत्तो अनुनासिकान्तस्य इति कार्यं भवति खलु, हन्धातुः अनुनासिकान्तधातुः इति कृत्वा. न, अत्र यङ्लुक् वा भवति, इक्तरूपं वा लुकागमः भवति? कुत्र चर्चा इदानीं? हन्धातोः विषये. हन्धातोः विषये यङ्लुकि वा? यङ्लुकि अनुगागमः भवति इति नुगन्तो अनुनासिकान्तस्य इति सूत्रेण. उदुपद इदुपदानां तु गुणो एङ्ग्लुको. अस्तु, ऋगुपदधातूनां यद् उपधायां यत् अस्ति तत्र रीक् उदपदस्य भवति, रीक् आगम भवति तत्र. किन्तु रुग्रुको च लुकि इति अनेन च इति रिक् स्वीकर्तव्यं. रुग्रुको इति रिक् वा रुक् आगम भवति. सो आहत्य रुग्रुकौ च लुकि इति एव कार्यं करोति. यथा नृत् अस्ति तत्र प्रथमं यङ्विधानं भवति एका चुहलादे धातु संहारे, तदनन्तरं यङोचि, तदनन्तरं संयङो नृत् नृत् भवति, तदनन्तरम् उरत् अनेन नृत् नर्त् भवत् नर्त् नृत् नृत् भवति. हलादिशेषनेन रेफस्य अपगच्छनं भवति, तन्न नृत् भवति. इदानीं रुग्रुको च लुकि अनेन नरी नृत् नर् नृत् नर् नृत् इति भवति. धन्यवादः भगिनी. तर्हि त्रीणि सूत्राणि सन्ति अस्य कृते. रीगुपदस्य च इति सूत्रं प्रथमं, तत्र तु तत्तु रीकागमः तु यङि अपि भवति, यङ्लुक्ि अपि भवति. रुदन्त उपधायां यत्र ऋदुपदधातूनां विषये. अनन्तरं रीक् ऋतौ च लुकि इति द्वितीयसूत्रं केवलं लुकि यङ्लुकि आगमः भवति इति भवतः. तदनन्तरं तृतीयसूत्रमस्ति ऋतश्च इति सूत्रम्. ऋतश्च इति सूत्रं यङि यङ्लुकि रुदन्तानां सर्वेषां धातूनां त्रयः आदेशः भवति. रीक् ऋक् रिक् रिक् इति आदेश तत् द्वयो यङ् यङ्लुकि द्वयोः भवति. तत्र ऋतश्च इत्यनेन यङ् यङ्लुको भवति. केवलं रीगुट् पदस्य इति श्रुतव्यं, केवलं यङि यङ्लुक् यङि अपि भवति केवलं ऋग्रुकौ च लुकि इति सूत्रे केवलं यङ्लुकि भवति केवलं यङि न भवति अपि च अनेन सूत्रेण समुच्चये स्वीकरणीयं तत्र त्रयः अपि आगच्छति इति तदेव भगिनी अपि उक्तवती खलु ऋग्रुको च लुकि इत्येन एव त्रयः आगमः भवति इति भवतः इति नास्ति खलु अग्रे पश्यामः कृप् धातोः तत्तु सामान्यकार्यमस्ति खलु सामान्यकार्यं किमपि नास्ति विशिष्टतया किमपि नास्ति अनन्तरं त्रीणि रूपाणि भवति भगिनि तत्रापि प्रथमम् इति रुग्रुको रूपाणि तावदेव खलु चलिकृप् चलिकृप् चलिकृप् इति अनिरिधातूनां यङ्लुगन्तधातुः इत्यस्मिन् पुनः अस्माभिः सूत्रद्वयम् आदौ एव दृष्टं मीग् आगमः नुगागमः जप जप इति सूत्रेण सूत्रद्वयमपि पूर्वमेव दृष्टम् अनन्तरं किम् आसीत् अनिरित् विषये एव किल अत्र आम् अनन्तरं दीर्घोकितः अत्र चञ्चित्यस्य तत्रापि यत्र यत्र प्रसक्तिः अत्र दीर्घोकितः अपि कार्यं करोति अनन्तरं तथा एव यत्र प्रसक्तिः अस्ति गुणो यङ्लुकोः इति अपि कार्यं करोति इकारः उकारः वर्तते चेत् अनन्तरं दीर्घपदस्य च इत्यनेन इत्यस्य अपि यत्र यत्र प्रसक्तिः अस्ति ऋकारः तत्र अस्ति चेत् विकासस्य ऋकारस्य तत्र एकं वार्तिकमस्ति भगिनि ऋग् ऋगत्वत् इति वक्तव्यं केवलं ऋग् एव भवति न तु त्रीणि रूपाणि तादृशं नास्ति ऋगृत्वत् इति वक्तव्यम् इत्युक्ते धातोः मध्ये कुत्रचित् भवितुम् अर्हति तत्र ऋकारः कुत्रचित् भवितुमर्हति इति किल इत्युक्ते अन्ते इति नास्ति रीघृत्वत् इत्यनेन कः अर्थः भवति मम प्रश्नः अत्र तु उपधायां ऋकारः नास्ति खलु तदेव अहम् उक्तवती कुत्रापि भवितुमर्हति इति अनेन वार्तिकेन अवगन्तव्यम् इति पूर्वम् उदुपद धातुः यत् ऋकारः वर्तते तत्रैव तत्र ऋदुपदस्य इति कार्यं भवति परन्तु अनेन वार्तिकेन ऋकारः कुत्रापि भवितुमर्हति धातौ अभ्यासे धातोः अभ्यासे खलु अभ्यासे कुत्रचिदपि भवतु तत्र एव तत्र दृम्प् स्पृम्प् मध्ये उपधायां नास्ति तस्मात् पूर्वमस्ति कार्यं भवति साधु अत्र तु अभ्यासे कार्यं भवति खलु सामान्यतया अभ्यासकार्य अभ्यासे वा कार्यं भवति यत्र ऋगुपदस्य च इत्यस्मिन् या किन्तु उपधायां नास्ति न प्रथममेव संयोगस्य पूर्वं ऋगुपदस्य तस्य कार्यं कथं भवति इति वार्तिकेन ऋगृत्वात् इति वक्तव्यम् इति वार्तिकेन चरित्रम् आगच्छति तत्र भगिनि मम प्रश्नः अस्ति ऋगुपन्तधातूनाम् अपि तादृशधातूनाम् अभ्यासस्य ऋकागमः इति अस्तु अस्तु अत्रापि ऋगुपदधातुः यद्यपि नास्ति तथापि तस्य ग्रहणं भवति ऋकारवत् स्वीकृत्य तेषामपि कार्यं अनन्तरं हम् इति धातुः तस्य तु नुगतो अनुनासिकस्य अनुनासिक अन्ते अस्ति इति कृत्वा नुगतो अनुनासिकान्तस्य अन्यत्र कुत्रापि तादृशं नासीत् वा आं वयं तु पूर्वमेव पठितवन्तः आवलिं पठितवन्तः गम् धातोः गम् धातोः जङ्घम् इति भवति समय अभवत् एकनिमिषं भगिनि अत्र दृष्ट्वा एकवारम् अनन्तरं यङ्लुगन्तस्य ईट् आगमः भवति इति हलादिपित् सार्वत्र प्रथमपुरुषे एकवचने खलु हलादिपित् यङोवा इति सूत्रे यङोवा इत्यनेन भवति. अनन्तरं स्मर्तव्यम् अदभ्यस्ता सिदि इत्यनेन अतु इत्येव रूपं यत्र लटि लोटि अतु इति अति अतु इति रूपं भवति अत् आगमः भवति. अनन्तरं भवति विधिलिङ्गे अपि जुस् आगमः भवति परन्तु अत्र लङ्लकारविषये किल लङ्लकारे अपि भवति. ओहो अनन्तरं किम् आसीत् अनन्तरं जुसीच इति स्मरति वा जुसीच इत्यनेन यत्र यत्र जुसाहम भवति तत्र तु गुणः भवति इति अङ्गस्य गुणः भवति विधिलिङ्गे सामान्यतया अत्रापि अस्ति. आम् अत्रापि प्रसक्तिः अस्ति वा प्रसक्तिः अस्ति. आम् आम् आम् लङि विधिलिङ्गे यत्र जुसाहमः भवति बृहत् यद्यपि अपि सन्ति तथापि गुणः भवति. अनन्तरं किम् आसीत् तदनन्तरमेव अस्माकं कौमुदी वयं न पठितवान् पठितवन्तः साधु विधिलिङ्गे तत् गुणः भवति न विधिलिङ्गे नास्ति सामान्यतया तु विधिलिङ्गेपि सुजभ्यस्य विजभ्यस्य इत्यनेन ऊ भवति खलु. अनन्तरं लङि एव तत्र अङ्गम् अङ्गं यद्यपि उः इति अपित् अस्ति तथापि यत्र प्रसक्तिः अस्ति इकः अङ्गम् अस्ति चेत् तत्र जुसिच इत्यनेन गुणः भवति उः प्रत्ययपरे उस् प्रत्ययपरे. अनन्तरं किम् अस्ति पदनिर्णयः इति वयं तु शेषात् कर्तरि परस्मे पदमिति वयं दृष्टवन्तः. किमर्थम् इत्युक्ते प्रत्ययेषु अप्रत्ययेषु अपि प्रत्ययलक्षणं नास्ति नित्वम् इति कृत्वा पञ्चसु स्थलेषु यङ्लुकि कार्यं न भवति इति स्थिपा शपा अनुबन्धेन गणेन एकाच ग्रहणेन तत्र यङ्लुकि कार्यं न भवति इत्यनेन कर्तरि शप् इत्यस्य लोपः भवति इति वयं तर्हि अगादिरूपाणि भवन्ति इति विद्याभगिनी स्मारितवती यदि सम्प्रसारणकारणम् अस्ति तत्र केवलं ज्या अपि ग्रह इति विहाय सर्वे सम्प्रसारणं धातवये अस्ति तत् यङ् लुकि न भवन्ति अपि कारणकीते निर्देशिताः सन्ति तत्र यङ् लुकि निषेधः अस्ति. केवलं ज्या किल भगिनि ग्रही ग्रही अपि तत्र एक आगच्छति किल तत्र ज्या अपि ग्रह अस्ति न दातु ग्रही न सूत्रं किमस्ति दातु धातु द्वयम् उक्तवती ज्या अपि पश्यामः ग्रही अत्र तु विचति इति स्थिपा एव निर्दिष्टम् अस्ति तर्हि ग्रही जा वयि व्यधि इति वष्टि साधु ज्या केवलं भवति केवलं ज्या किल सर्वत्र इक् अपि अस्ति चेदपि न भवति वा यङ्लुकि परन्तु अत्र एकनिमिषं गृहे कारिकायां वयं शुप् इत्येव क्षिपा इत्येव दत्तम् अस्ति खलु क्षिपा निर्दिष्टमस्ति चेदेव न भवति यदि इका निर्दिष्टं वै अपि इका निर्दिष्टम् तादृशं न उक्तवती भगिनी परन्तु अस्मिन् सूत्रे कुत्र कुत्र भवति इति स्टिपा कुत्र कुत्र निर्दिष्टं वष्टि विचति वृच्छति पृच्छति भृजति आम् तावदेव किल व्यधि नास्ति वा व्यधि अपि व्यधि इका निर्दिष्टम् एकमेव तत्र निर्देशः नास्ति तर्हि इका तु अत्र न उक्तम् इति कृत्वा तत्र लयङ्लुकि कार्यं भवति एव तस्य सम्प्रसारणकार्यं ग्रही जा वयि व्यधि इत्येषां तु चतुर्णामपि भवति खलु तर्हि ग्रह इति स्वीकृत्य तत्र रूपं करोतु कथम् आगच्छति इति. ग्रह इति अस्ति चेत् विक्रमं करोतु ग्रह ग्रह, तदनन्तरं किं भवति तत्र गग्रस् इति भवति वा? हा गग्रह, तदनन्तरं तत्र दीर्घः अपि भवति किल, गाग्रह इति भवति वा? किन्तु प्रथमं सम्प्रसारणं करणीयं, तदनन्तरं द्वितीयं करणीयम्. आं सत्यं, सम्प्रसारणं पर तर्हि गृह् इति भवति प्रथमं, अपि च तत्र भवति अनन्तरं रीकृकौ इति आदेशः भवन्ति खलु इति कृत्वा जरीगृह् भवति, जरीगृह् जरीगृह् जगृह् इति भवति, जगृह् इति भवति खलु त्रीणि रूपाणि. आं सत्यं, तत्र उपादायां ऋकार, तर्हि तत्र रीदृपदा इति तत् तस्मात् वा? आं न भगिनि, किं भगिनि रीगृकौ च यङ्लुकौ इति सूत्रमासीत् खलु, रीगृकौ च ऋकारः कुत्र वर्तते? उपधायां वर्तते किल. आम् त्रीणि रूपाणि भवन्ति एव खलु. आम् परन्तु तत् सूत्रं किम् आसीत् तत्र उपधायां? रीगृकौ च रीगृपदस्य च न न न ऋगृकौ च लुकि इति किमपि आसीत् खलु, न मम प्रश्नः आसीत् रीगृदुपदस्य च इति दृष्टवन्तः किल. तत्र तु यङ् यङ् लुकि उभयत्र कार्यं भवति, तदेव वयम् उक्तवन्तः खलु समुच्चयार्थे अग्रिमसूत्रे वयं गृह्णामः इति. परन्तु अत्र रीगृदुपदस्य च इति अनेन तत्र रीकागमः भवति, तत्रापि रीकागमः एव भवति भगिनि. तदेव भगिनि, अत्र लुकि अस्ति इति कृत्वा रीगृकौ रुग्रिकौ च लुकि अनेन एव त्रयाणामपि आगमानां वयं समुच्चयं कुर्मः इति उक्तवन्तः खलु. हा तत्तु सत्यं भगिनि. तर्हि रीग् रुक् रिक् इति आगमः भवन्ति इति कृत्वा जरीगृह् जरीगृह् जर्गृह् इति रूपाणि रुग्रिकौ च लुकि इति सूत्रेण. सत्यं, रीगृतुपदस्य च इति प्रथममासीत्, तस्य अनन्तरं रुग्रिकौ च लुकि इति. अनन्तरं किम् आसीत् अत्र अत्रैव अनन्तरं तर्हि जरीगृह् इति स्वीकृत्य अधुना वयं लट् रूपं किञ्चित् पश्यामः. अति इति अस्ति, कस्य कस्य धातोः अत्र इति अस्ति खलु, जरीगृह् इति स्वीकुर्मः, जरीगृह् इति स्वीकृत्य जरीगृह् तर्हि जरीगृह योगः ति, तर्हि तत्र होडः कार्यं करोति वा? जलिपरे अस्ति, गर्दी इति भवति वा? सामान्यतया भगिनी ग्रहधातु यत्र अस्ति तत्र गृह्णाति इति आगच्छति किल, तत्र मध्ये नकारः कथम् आगतम् इति तत्र गणचिन्तनमासीत्, तत्र गणचिन्तनमासीत् श्ना इति आगतम् इति कृत्वा तत्र नकारः आगच्छति. अत्र तु जरीगृह् जरीगृह् योगः ति गुणकोपनापि भवति, होडः भवति खलु भगिनि, वदतु भगिनि संरूपं वदतु भगिनि. होडः भवति चेत् तत्र हकारस्य स्थाने ढकारादेशः भवति, भवति चेत् जशस्ततोर्दोदः इत्यस्य प्रसक्तिः भवति, तर्हि तकारस्य धकारः भवति, तर्हि जरीगृड् योगः धि इति भवति. इदानीं तत्र ष्टुत्वं भवति, ष्टुत्वेन तत्र धि इत्यस्य धि भवति, ढोडे लोपः इति कुर्मः, प्रथमडकारस्य लोपः भवति, चरि तर्हि तत्र जरि दीर्घः भवति खलु डोडे दीर्घः इति जरि घ्रीडि इति समीचीनं वा साधु वा भाति इति जरि जरि गृढी अपि च इति अपि आगन्तव्यं किल तत्र जरि गृहीति इति किं भवति तत्र जरि गृहीति इति गृहीति केवलं मेलनं वा तत्र तत्र केवलं मेलनम् इति कृत्वा अहम् उक्तवती न न अपि च जरि गृढि इति यत्र हा इदानीम् एकं वाक्यं करोतु भगिनि जरि ग्रीडि इति व्याधः सिंहं जरि गृही ग्रीडि पुनः पुनः तस्य ग्रहणं करोति इति उत्तमम् मृगान् इति वयं कुर्मः मृगस्य अपेक्षया मृगान् इति वदामः अधिकमपि करोति इति कृत्वा बृहस्य इति कार्यम् धन्यवादः समयः जातः धन्यवादः धन्यवादः शुभरात्रिः शुभरात्रिः शुभवासरः।